गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं निधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। सर्वेभ्यो नमस्कारः, सर्वेषां न्यायवर्गे सुस्वागतम्। तत्र रूपादिचतुष्टय चतुष्टयमिति रूपरसगन्धस्पर्श इति एतेषां गुणानां लक्षणम् अधीत्य तस्मिन् सन्दर्भे एव तत्र कार्यकारणभावविषये किञ्चिदिव अस्माभिः चिन्तितम्। गन्धस्तु पृथिव्याः लक्षणं गन्धवती पृथिवी इत्यतः गन्धः तु केवलं पृथिव्याम् एव लभ्यते इति कृत्वा तत्र गन्ध पृथिवीगन्धयोः मध्ये गन्धपृथिव्योः मध्ये कार्यकारणभावः वक्तुं शक्यते यदि द्वयोः तत्र अन्वयसहचारः अपि च व्यतिरेकसहचारः निरूपितः भवति इत्यस्मिन् विषये अस्माभिः अधीतं। तत्र यत् सत्त्वे यत् सत्त्वम् इति वदामश्चेत् तदेव अन्वयसहचारः। सहचारः इत्युक्ते सामानाधिकरण्यम् इति, यदभावे यदभावः इति व्यतिरेकसहचारः। तर्हि अन्वय इत्युक्ते भावरूपं स्वीकृत्य अस्ति अस्ति इति वदामश्चेत् तद् अन्वयः भवति, अभावः अभावः इति वदामश्चेत् तद् व्यतिरेकः भवति। अभावं स्वीकृत्य किमपि निरूपयामश्चेत् तद् व्यतिरेकः भवति, किन्तु अस्तित्वं भावं स्वीकृत्य वदामश्चेत् तत् अन्वयः भवति। तत्सत्त्वे तत्सत्त्वे तत्सत्त्वम् अन्वयसहचारः, तदभावे तदभावः इति व्यतिरेकसहचारः, तत्सत्त्वे तदभावः इत्युक्ते कारणसत्त्वे कार्याभावः इति स्थितिः अस्ति चेत् तत् अन्वयव्यभिचारः भवति। तदभावे तत्सत्त्वम् इत्युक्ते कारणाभावे कार्यसत्त्वम् इति स्थितिः अस्ति चेत् तत् व्यतिरेकव्यभिचारः भवति। तर्हि व्यभिचारः व्यभिचारः इत्युक्ते किं? यत्र सामानाधिकरण्यं नास्ति तदेव व्यभिचारः। सहचारः इत्युक्ते सामानाधिकरण्यं यत्र वर्तते तदेव। अनेन तत्र कार्यकारणभावनः भावः निरूपितः अस्माभिः। अस्तु, तावदस्माभिः अधीतं। तत्र इतोपि किञ्चित् पुनस्मारणार्थं वदामि, यत्र यत्र अन्वयसहचारः अपि च व्यतिरेकसहचारः वर्तते, द्वयमपि यत्र वर्तते तत्र तत्र द्वयोः वस्तुनोः मध्ये कार्यकारणभावः निश्चयेन अस्ति इति वक्तुं शक्यते। अपि च यत्र अन्वयव्यभिचारः अपि च व्यतिरेकव्यभिचारः भवति तत्र अन्वयसहचारः वा अन्वयव्यभिचारः वा न वक्तुं शक्य अन्वयव्यतिरेकसहचारः वा न वक्तुं शक्यते इत्यतः निश्चयेन अस्माभिः वक्तुं शक्यते तत्र कार्यकारणभावः नास्ति इति। एतदपि अस्माभिः अधीतम्। अपि च तत्र अन्वयसहचारः न ज्ञातं किन्तु अन्वयव्यभिचारः ज्ञातं, तथापि तत्र कारणत्वाग्रहे अत्यन्तं क्लेशः न भवति इति अपि अस्माभिः अधीतं। तत्रैव उदाहरणार्थं तत्र यानि कारणानि आवश्यकानि सन्ति एकस्य कार्यस्य उत्पादनार्थं, तानि सर्वाणि नास्ति चेत् तत्र कार्यं न उत्पद्यते। तर्हि कारणमस्ति, दण्डः अस्ति, चक्रमस्ति, कुलालः अस्ति, कपालः अपि अस्ति, किन्तु कपालद्वयोः मध्ये संयोगः न जायते चेत् कार्यं घटं न घटस्य उत्पादनं न भवति। तर्हि कारणमस्ति, कार्यं नास्ति इति अन्वयव्यभिचारः अत्र द्योतते। तथापि तत्र कारणता ग्रहे न क्लेशः. किमर्थम् इत्युक्ते सर्वाणि कार्याणि न सन्ति इत्यतः एव तत्र कार्यं न जातं. दण्डः इदानीमपि कारणमेव, कुलालः अपि कारणमेव, चक्रमपि कारणमेव, कपाल अपि कारणमेव, तथापि कार्यं न जातम् इत्यतः तत्सत्त्वे तदभावः इति स्थितिः भवतु. इदानीम् अन्वयव्यभिचारः द्योतते, तथापि तत्र किमपि तत्र तत्र हेतुः अस्ति, तर्कः अस्ति, समीचीनतर्कः अस्ति. किमिति चेत् सर्वाणि कार्याणि तत्र न सन्ति इत्यतः कार्यं न जातम् इति एकम् अस्माभिः पठितम्. द्वितीयं तत्र योग्यदण्डम् इत्यस्मिन् विषये अपि किञ्चिदिव चिन्तितं. दण्डः अस्ति, दण्डत्वे कारणता अस्ति, तथापि योग्यदण्डम् अस्वीकृत्य तत्र क्षीणदण्डमेव स्वीकृत्य चक्रभ्रमणं कर्तुं प्रयत्नं कुर्मश्चेत् तत्र चक्रभ्रमणं न भवति. चक्रभ्रमणं न भवति चेत् घटः न उत्पद्यते. तर्हि तदभावे तत्सत्त्वम् इति तादृश तत्र अन्वय किमिति एकनिमिषं व्यतिरेकव्यभिचारज्ञानं न अन्वयसहचार अन्वयसहचारः एव अत्रापि. इत्युक्ते दण्डत्वे कारणता अस्ति किन्तु योग्यदण्डः नास्ति इत्यतः कार्यं न उत्पादितम्. तर्हि अत्र योग्यत्वं नास्ति इत्यतः तत्र अन्वयव्यभिचारः द्योतते, तथापि दण्डत्वे विद्यमानकारणत्वं न गच्छते, न अपगच्छति. अतः एव अत्र उक्तं कारणता गृहे अत्यन्तं क्लेशः नास्ति इति. एतत् सर्वम् अस्माभिः अधीतं गते वर्गे. तर्हि इदानीम् इतोपि किञ्चित् चिन्तनम् अग्रे प्रवर्तते. असमवेतगुणानां ज्ञानं कथम् इत्यस्मिन् विषये अत्र असमवेतगुणानाम् इत्युक्ते वयं पठितवन्तः किल, तत्र रूपं गन्धः कुत्र वर्तते इति चेत् केवलं पृथिव्यां वर्तते. तर्हि इदानीं जलमस्ति, जले गन्धः अस्माभिः अनुभूयते. गन्धः तु जले नास्ति इति वयं जानीमः. किमर्थम् इत्युक्ते गन्धस्य वृत्तित्वं केवलं पृथिव्याम् एव. एवमेव रसः केवलं तत्र पृथिव्याम् अपि च जले एव भवति, अन्यत्र यत्र कुत्रापि रसः न भवति इति वयं जानीमः. किन्तु इदानीं जले केवलं मधुररसः एव भवति इति अपि अस्माभिः पठितं. किन्तु इदानीं जले अन्यत् किमपि रसम् अस्माभिः अनुभूयते चेत् तत्र किं वक्तव्यम्? इदानीं तत्र भिन्न कटुः इति स्वीकुर्मः. कटुरसः जले अस्माभिः अनुभूयते चेत् कटुरसं तु जले न भवति इति वयं जानीमः. केवलं मधुररसम् एव जले भवति, तथापि कटुरसस्य आस्वादं कथं वा जले अस्माभिः अनुभूतम्? इदानीं कटुरसम् असमवेतगुणमस्ति इत्युक्ते जले न भवति, तथापि तत्र जले अस्माभिः अनुभूयते एव. तर्हि एतत् कथम् इत्यस्मिन् विषये अत्र पाठः भवति. एतद् नूतनपाठः इति नास्ति, अस्मिन् विषये पूर्वमेव अस्माभिः चिन्तितं. तत्र वायौ गन्धः अस्माभिः अनुभूयते चेत् किं केन कारणेन इति पृष्टे सति तत्र पार्थिवकणाः तत्र मिश्रिताः वर्तन्ते, अतः एव अस्माभिः वायौ गन्धः अनुभूयते इति तादृशं. तदेव तर्कः. इतोपि चिन्तित् गभीरचिन्तनं न्यायशैल्यां दत्तमस्ति. तर्हि पाठं प्रति गच्छेम. तस्मात् पूर्वं कस्यापि प्रश्नः आसीत् वा? हरिः ओं महोदय, अहं रघुविरन्दः अस्मि महोदय, क्षम्यतां विलम्बेन किञ्चित् आगतं. भवतु. असमवेतम् इत्युक्ते असमवायीसम्बन्धः न, तद् अस्माभिः न पठितम्. अत्र पठेम अस्मिन् विषये किमस्ति इति. न समवायी अहम् अर्थं पृच्छामि. हा, तदेव अग्रे अस्मिन् पाठे सर्वम् आगच्छति इति. अस्तु समवेतं तत्र वित् इति धातुः विद्यते वदामः किल हा अस्तु तर्हि आरभामहे विजया भगिनी भवतमेव आरब्धुमिच्छति वा अस्तु जि असमवेतगुणानां ज्ञानं कथम् असमवेतगुणानाम् इत्युक्ते असमवेतम् इत्युक्ते समवेतम् इत्युक्ते समवायिसम्बन्धः समवायसम्बन्धः असमवेतम् इत्युक्ते असमवायसम्बन्धः इति एतत् अस्ति चेत् ज्ञानं कथं भविष्यति इति तत्र प्रश्नः तथा च अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति अन्वयव्यतिरेकसहचारः ज्ञानम् उत्पद्यते एतत् पूर्वम् एव वयं दृष्टवन्तः तत्र अन्वयसहचारः व्यतिरेकसहचारः अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति चत्वारः इति वयं पूर्वम् एव दृष्टवन्तः तत्र तेन च कारणग्रह कारणतायाः ग्रहः तत्र भवति एतादृशकारणताग्रहे सति यत्र कश्चित् गन्धः अनुभूतः गन्धः अनुभूतः पृथिवी न उपलब्धा चेदपि तत्र सा अस्ति इति अनुमीयते तत्र किम् अस्ति चेत् पृथिव्यां गन्धः अनुभूयः एव परन्तु न उपलब्धा चेदपि तत्र सा अस्ति इति अनुमीयते तत्र अस्ति पृथिव्यां गन्धः अस्ति इति अनुभूयत साक्षात् न द्रष्टुं शक्यते अनुमीयते एव तत्र पृथिव्यां गन्धः अस्ति इति भगिनि अत्र इदानीं गन्धः कुत्र न लब्धः गन्धः अन्यद्रव्येषु न लब्धः इत्युक्ते तत्र पृथिव्यां न उपलब्धा चेदपि तत्र वायुव्यां गन्धः न उपलब्धः इति तादृशस्थितिः भवितुमर्हति वा न तत्र तादृशं न भवति इति पृथिवी न उपलब्धा चेदपि तत्र सा तत्र एतत् भगिनि तत्र अन्तिमवाक्यं पुनः एकवारं पठतु अन्तिमवाक्यं पुनः एकवारं पठतु गन्धः अनुभूयः पृथिवी न उपलब्धा चेदपि तत्र सा अस्ति इति अनुमीयते किमस्ति चेत् तत्र गन्धः पृथिव्याम् अस्ति इति अस्ति अस्तित्वम् एव अत्र अस्ति न उपलब्धा चेदपि तत्र भगिनि एकनिमिषम् एतादृशकारणताग्रहे सति यत्र क्वचित् गन्धः अनुभूतः तत्र इदानीं तत्र यत्र इति दत्तमस्ति किल तद् कुत्र भवत्याः अवगमनानुसारं तत्र यत्र इत्युक्ते कुत्र जले भगिनि जले वा पदार्थेषु द्रव्येषु गन्धः अस्ति चेत् अत्र पृथ्वी उपलब्धा नास्ति किन्तु तत्र पृथ्वी अस्ति एव इति अनुमानं कुर्मः यत्र क्वचित् गन्धः अनुभूतः यत्र इत्युक्ते वा इत्युक्ते जले वा वायौ वा इति तादृशं तादृशद्रव्यमस्ति यत्र पृथिवी न उपलब्धा तथापि गन्धः अनुभूतः एव तादृशम् एतादृशकारणताग्रहे सति एतादृशकारणताग्रहे सति इत्युक्ते पृथिवीगन्धयोः मध्ये अन्वय व्यतिरेकसहचारं ज्ञानमस्ति पृथिवी अस्ति चेत् गन्धः अस्ति पृथिवी नास्ति चेत् गन्धः नास्ति इति अन्वयव्यतिरेकसहचारज्ञानम् अस्ति तर्हि पृथिवीगन्धयोः मध्ये कार्यकारणभावः अस्ति इति अस्माभिः निश्चितः तथापि इदानीं जले उदाहरणार्थं जले क्वचित् जले गन्धः अस्माभिः अनुभूतः तत्र सुगन्धः वा दुर्गन्धः वा यत्किमपि गन्धः अस्माभिः अनुभूतः किन्तु तत्र पृथिवी नास्ति जले तु पृथिवी नास्ति पृथिवी न दृश्यते जले केवलं जले एव अस्ति किन्तु जलात् तत्र दुर्गन्धः वा सुगन्धः अस्माभिः अनुभूयते तत्र सा अस्ति इत्युक्ते पृथिवी अस्ति इति अनुमानं कर्तुं शक्यते किमर्थम् इत्युक्ते यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवी भवेत् कार्यकारणभावः अस्माभिः निरूपितः अतः अत्र किं लिखितमस्ति इति चेत् यत्र इत्युक्ते जले वा वायौ वा क्वचित् गन्धः अनुभूतः पृथिवी न उपलब्धा चेदपि तत्रैव जले वा वायौ वा पृथिवी न उपलब्धा चेदपि सा अस्ति सा इत्युक्ते पृथिवी अस्ति इति अनुमीयते किमर्थं कार्यकारणभावः अस्माभिः निरूपितः गन्धपृथिव्योः मध्ये कार्यकारणभावः निरूपितः इत्यतः तत्र अनुमातुं शक्यते इति अत्र लिखितमस्ति बुद्धं वा विजया भगिनि अस्तु समीचीनं महोदय हा बुद्धं महोदय किन्तु तत्र किमर्थम् अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति इति दत्तं महोदय अन्वयव्यतिरेकसहचारम् अस्ति चेत् कारणताग्रहः भवति एव किन्तु तत्र गते वर्गे अस्माभिः यत् पठितम् अपि च आदौ मया उक्तं यत्र अन्वयव्यभिचारज्ञानं भवति तत्र अन्वयसहचारज्ञानं भवितुमर्हति वा अहं पृच्छन् अस्मि महोदय आं महोदय विपरीतरीत्या वदन्ति वा इति अहं चिन्तयामि महोदय मम प्रश्नस्य उत्तरं ददातु यत्र अन्वयव्यभिचारज्ञानं भवति तत्र अन्वयसहचारज्ञानं भवितुमर्हति वा न महोदय द्वयोः तु भिन्नम् इति न भिन्नं किन्तु तत्र विरोधः अस्ति यत्र अन्धकारः अस्ति यत्र क्षम्यतां यत्र प्रकाशः अस्ति तत्र अन्धकारः भवितुमर्हति वा नो नास्ति हा एवमेव यत्र अन्वयव्यभिचारः व्यभिचारज्ञानमस्ति तत्र अन्वयसहचारज्ञानं न भवितुमस्ति न भवितुमर्हति किमर्थमित्युक्ते तयोः मध्ये यथा अन्धकारः अपि च प्रकाशयोः मध्ये विरोधः अस्ति तादृशविरोधः अस्ति तदेव अत्र पश्यतु पूर्वस्मिन् पुटे उपरि लिखितमस्ति अन्वयव्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं न उत्पद्यते व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न उत्पद्यते इति लिखितमस्ति किल लिखितं महोदय तद् आधारीकृत्य अत्र किं लिखितं तथा च अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते इति एतत् किमर्थं दत्तमस्ति इति चेत् अत्र पूर्वस्मिन् पुटे केचन सन्दर्भाः अस्माभिः दृष्टाः यत्र अन्वयव्यभिचारज्ञानं चेद् अस्ति इदानीं तत्र क्षीणदण्डः वा क्षीणदण्डं स्वीकुर्मः तस्मिन् सन्दर्भे दण्डत्वे कारणता अस्ति तथापि कार्यं न उत्पद्यते तर्हि अन्वयव्यभिचारज्ञानं जातं तथापि कारणताग्रहे न अत्यन्तं क्लेशः इति अस्माभिः अधीतम्। एवमेव तत्र सर्वाणि कार्याणि नास्ति न सन्ति चेत् कार्यं न उत्पद्यते। दण्डः अस्ति तस्मिन् कारणत्वमस्ति, चक्रमस्ति तस्मिन् कारणत्वमस्ति, कुलालः अस्ति तस्मिन् कारणत्वमस्ति, कपालः अस्ति तस्मिन्नपि कारणत्वमस्ति, तथापि कपालयोः मध्ये संयोगः न जातम् इति चेत् तत्र कार्यं न उत्पद्यते। तर्हि इदानीम् अन्वयव्यभिचारम् अस्माभिः निरूपितम्, किन्तु कारणताग्रहं कृतं। तर्हि सर्वं भवेदिति अत्र लिखितम्। अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते, तादृशसन्दर्भे तेन च कारणताग्रहः भवति। तर्हि कारणताग्रहः निश्चितः, यत्र यत्र अस्माभिः निश्चितः तत्र अन्यस्मिन् द्रव्ये, उदाहरणार्थं जले गन्धः अस्माभिः अनुभूयते चेदपि, तत्र गन्धः पृथिवी नास्ति चेदपि तत्र पृथिवी अस्ति इति अनुमातुं शक्यते, अनुमातव्यं भवति, नो चेत् तत्र गन्धः न अनुभवितुं शक्यते एव। गन्धस्तु केवलं पृथिव्यां वर्तते इति अस्माभिः निरूपितं, तत्र तयोः मध्ये कार्यकारणभावः निरूपितं। केवलं तत्र वृत्तित्वम् अस्ति इति मुख्यग्रन्थे लिखितम् इत्यतः नास्ति। तर्कसङ्ग्रह ग्रन्थे गन्धः पृथिव्याम् एव वर्तते, तस्य वृत्तित्वम् अस्ति इति लिखितम्। तत्कारणेन इदानीं केवलं गन्धः पृथिव्यामेव भवति इति न वक्तव्यम्। तस्मादुपरि तस्मिन् विषये चिन्तयित्वा अन्वयसहचारः अन्वयव्यभिचारः इति एतत् सर्वं एतेषां विषये चिन्तनं कृत्वा अस्माभिः निरूपितं कार्यकारणभावः अस्ति गन्धपृथिव्योः मध्ये। तर्हि इदानीं जले पृथिवी नास्ति चेदपि तत्र गन्धः अस्माभिः अनुभूयते चेत् तत्र पृथिवी अस्ति इति अनुमातव्यं भवति अस्माभिः इति अत्र लिखितम्। आम् आं महोदय, धन्यवादः। हा बुद्धम् अस्तु। अग्रे श्रीराम महोदय पठति वा? श्रीराम महोदय एवं च उपवनात् समागते वाते तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथिव्याः एव, परं सा पृथिवी जले संयुक्ता। पृथिवीकणाः जले विद्यमाना अपि अतिसूक्ष्मवत्वात् न चक्षुषा गृह्यन्ते। पृथिवीगन्धस्तु समवायेन पृथिव्यां स्थितो अपि समवायि अपि समवायिसंयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति। वायुः वनसमीपे गच्छेमश्चेत् वनसमीपं गच्छेमश्चेत् तत्र वायौ सुरभिगन्धः अस्माभिः अनुभूयते, तादृशजले अपि किञ्चित् गन्धः अनुभूयते अस्माभिः। परं च सा पृथिवी जले संयुक्ता, जले पृथिवीकणाः जले विद्यमाना अपि अतिसूक्ष्मवदत् न चक्षुषा गृह्यन्ते। अत्र कथं तत्र गन्धः वायु अथवा जले भवति इति पृष्टे, तत्र पृथिवीकणाः जले वर्तन्ते, कणाः पृथिवीकणाः तु सूक्ष्म रूपं वन्तः इति कारणतः तेषां ग्रहणं चक्षुषण भवति. पृथिवी गन्धस्तु समवायेन पृथिव्यां स्थितौ अपि. इदानीं गन्धः पृथिवी गन्धस्तु समवायेन पृथिव्यां स्थितवती. गन्धः पृथिव्यां समवायेन समवायसम्बन्धेन वर्तते. सत्यं. तत्र पृथिवीगन्धः अस्तु समवायेन पृथिव्यां स्थितः. तयोः पृथिवीगन्धयोः सम्बन्धः अत्र सूचितमस्ति. समवायेन पृथिव्यां गन्धः अस्ति चेदपि स्वसमवायिसंयुक्तत्वसम्बन्धेन स्वसमवायिसम्बन्धसंयुक्त इत्युक्ते स्वम् इत्युक्ते गन्धः. स्वं स्वसमवायिनी पृथिवी. स्वम् इत्युक्ते गन्धः. स्वसमवायिनी इति पृथिवी. तत् संयुक्तजलं संयुक्तत्वं जले इति अनेन परम्परासम्बन्धेन पृथिवी गन्ध जले प्राप्तः. तत्र स्वम् इत्युक्ते गन्धः. स्वसमवायिनी पृथिवी. तत् संयुक्तं जलम्. पृथिवी यत्र जले संयुक्तम् अस्ति तत् भवति तत्संयुक्तं जलं संयुक्तत्वं जले. इदानीं पृथिवी गन्ध योर्मध्ये समवायसम्बन्धः. पृथिवी गन्धे संयुक्तम् अस्ति तत्कारणेन जले संयुक्तत्वं भवति इति अनेन परम्परासम्बन्धेन न साक्षात् सम्बन्धेन अस्ति परम्परासम्बन्धेन इण्डैरेक्ट्लि पृथिवीगन्धः जले प्राप्तः. स्वसमवायिसंयुक्तत्वसम्बन्धेन इत्युक्ते साक्षात् सम्बन्धः नास्ति तु पृथिवीकणाः जले संयुक्ताः सन्ति इति कारणतः तत्र गन्धः अस्माभिः अनुभूयते. जले स्थितः स्वप्रत्ययं जनयति. स्वप्रत्ययं जनयति इति तस्य ज्ञानं जनयति इत्यर्थः. अत्र स्व इत्युक्ते किं स्वप्रत्ययम् इत्यत्र स्वं स्वप्रत्ययं तस्य तस्य तस्य इत्युक्ते कस्य गन्धस्य. समीचीनम्. तर्हि वस्तुस्थितिः इदानीं किम् इति चेत् जले गन्धः अनुभूयते. जले गन्धः अस्ति इति एव ज्ञानं. ज्ञानस्य आकारं जले सुरभिगन्धः अस्ति. किन्तु वयं जानीमः गन्धस्तु केवलं पृथिव्यामेव भवति इति. तर्हि कथं वा जले अनुभूयते इति चेत् तत्र पार्थिवकणाः सन्ति जले. पार्थिवकणासु गन्धः विद्यते. अपि च जलपृथिव्योः मध्ये संयोगः वर्तते. तर्हि समवायसम्बन्धेन यः गन्धः पृथिव्याम् अस्ति पुनः सा पृथिवी जले संयोगसम्बन्धेन वर्तते तर्हि स्वसमवायिसंयुक्तत्वं कुत्र भवति इति चेत् जले भवति. स्व इति स्वम् इति गन्धः. स्वसमवायी पृथिवी. स्वसमवायिसंयुक्तं जलं. स्वसमवायिसंयुक्तत्वं जले. तेन सम्बन्धेन गन्धः जले भवति भूत्वा स्वप्रत्ययं जनयति. जले सुगन्धः अनुभूयते इति अत्र लिखितम्. सम्बन्धः कः इति चेत् इदानीं गन्धः केन सम्बन्धेन जले अस्ति इति पृष्टे सति स्वसमवायसंयुक्तसम् स्वसमवायीसंयुक्तसम्बन्ध संयुक्तत्वसम्बन्धेन स्वसमवायी संयुक्तत्वसम्बन्धेन गन्धः जले वर्तते इति वक्तव्यं। तत्र स्वं गन्धः इति स्वीकृतं, तत् स्वं अनन्तरं समवायी इति अस्ति, समवायी तत्र स्वसमवायिनी पृथिवी इति समवायिनी इति कृतमस्ति तत्र सुम किमर्थं समस्तपदे स्वसमवायी केवलं स्वसमवायी एव अस्ति, तत्र स्वसमवायिन् इति न भवितुमर्हति प्रातिपदिकेन? व्याकरणप्रश्नः एव, सम्यक् अवगमनार्थम् एव पृच्छामि। स्वम् इति गन्धः इति स्वीकृतमस्ति, स्वसमवायलोपप्रातिपदिकान्तस्य समवायम् इति प्रातिपदिकम् अलोपप्रातिपदिकान्तस्य इति सूत्रमस्ति, अनेन नकारस्य लोपः भवति अत एव किञ्चित् भ्रम अभवत् मम, किमर्थं तत्र तर्हि नकारस्य लोपः भवति, तर्हि स्वसमवायी इति एव भवति, तदनन्तरं संयुक्तं संयुक्तत्वं जले तादृशसम्बन्धेन गन्धः जले वर्तते। उत्तमं, तर्हि अग्रे गच्छामि। बालसुब्रह्मण्यः अग्रे पठतु महोदय। एवं पृथिवी अनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः, जलगतशीतस्पर्श एव स्वसमवायिसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते। तेजसः उष्णस्पर्शस्यापि तेजसौपि इत्थमेव पृथिवीजलवायुषु बाणं समर्थनीयम्। एवं पृथिवी अनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः, अनिलः कदाचित् शीतस्पर्शः पृथिवी अनिलयोः कदाचित् अनिलयम् इत्युक्ते किम्? अनिलः इति वायुः, सत्यम्, अनिलः इत्युक्ते वायुः। एवं पृथिवी अनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः पृथिवी अनिलयोः अनुभूयः, परन्तु तत् स्वाभाविकः नास्ति जानीमः किन्तु कृत्रिमः, आर्टिफिशियल् एव। किमर्थं तत्र स्वाभाविकः इति न स्वीकर्तुं शक्यते? स्वाभाविकः इति पृथिवी तत्र शीतस्पर्शः नास्ति। कीदृशस्पर्शः अस्ति तत्र? पृथिवी स्पर्शः इति गन्धः अस्ति पृथिवी, स्पर्शं शीतोष्ण भवतु, तत्र शीतस्पर्शः कुत्र लभ्यते? शीतस्पर्शः जले वर्तते, अन्यत्र यत्र कुत्रापि भवितुमर्हति? वायु वर्तते, शीतस्पर्शः स्पर्शत्वमस्ति, स्पर्शत्वमस्ति, स्पर्शः कुत्र कुत्र कुत्र कुत्र भवति इति मया न पृष्टं। शीतस्पर्शः, शीतस्पर्शः इत्युक्ते जले एव वर्तते। शीतस्पर्शवान् स्पर्शवत्यः आपः इति अस्माभिः दृष्टं किल, तदेव लक्षणं। तर्हि शीतस्पर्शः केवलं जले लभ्यते, किन्तु इदानीं पृथिव्यामपि अस्माभिः अनुभूयते चेत् तत्र स्वाभाविकः नास्ति इति अवगन्तुं शक्यते। तत्र जलस्य मिश्रणम् अभवत्, अतः एव पृथिव्यां नो चेत् अनिले तत्र तादृशशीतस्पर्शः अस्माभिः अनुभूयते, यत् स्वाभाविकं नास्ति तथापि तत्र अनुभूतमस्ति चेत् तत्र जलस्य संयोगेन एव तादृशस्पर्शः स्पर्शः अनुभूयते इति अनुमातुं शक्यते. अग्रे महोदय, जलगत जलपृथिवी संयुक्तेन एव. हा सत्यं, जलगतशीतस्पर्श एव इति पठतु. जलगतशीतस्पर्श एव स्वसमवायसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते. हा तर्हि स्वसमवायसंयुक्तसम्बन्धेन इत्यस्य विवरणं ददातु. अत्र स्वम् इत्युक्ते किं, समवायी किम्? हा स्वसमवायी शीतस्पर्शः जले अस्ति समवायसम्बन्धेन. न न, अत्र स्वम् इत्युक्ते किम्? स्वसमवायसंयुक्त प्रत्येकं प्रातिपदिकस्य अर्थं वक्तव्यं. स्वम् इत्युक्ते किम्? स्वम् इति जलस्य शीतस्पर्श. अत्र अधोभागे टिप्पण्यां दत्तमस्ति किल, स्वं गन्धः स्वसमवायी पृथिवी तत् संयुक्तं जलं, तादृशम् अत्रापि वक्तव्यं भवता. स्व इति किं, स्वसमवायी इत्युक्ते किं, स्वसमवायीसंयुक्तं किं, स्वसमवायीसंयुक्तत्वं कुत्र विद्यते? पृथिवी संयुक्तं जलं संयुक्तं जले इति अनेन गन्धः पूर्वपक्षे वयं दृष्टवन्तः गन्धः स्वम्. हा किन्तु अस्मिन् सन्दर्भे इदानीं सन्दर्भः कः? अस्मिन् पृथिवी शीतस्पर्शवती पृथिवी इति तादृश एतदेव प्रति ज्ञानम् अस्माकं. पृथिव्यां शीतस्पर्शः अनुभूयते, तत् कथम्? तत् कथम् इत्युक्ते हा पृथिवी जलयोः संयुक्तमस्ति. हा तर्हि किञ्चित् क्रमेण वदतु, अत्र स्वम् इत्युक्ते किं प्रथमं तद्वदतु. समवायसंयुक्त शीतस्पर्शः शीतस्पर्शः जले. महोदय अत्र पश्यतु, शीतस्पर्शः तु केवलं जले एव लभ्यते किल. आम् किन्तु इदानीं पृथिव्यां लभ्यते, तत् कथम् इति प्रश्नः. आम् तर्हि केन सम्बन्धेन शीतस्पर्शः पृथिव्याम् आगतम् इति वक्तव्यम्. आम् आम् तर्हि स्वसमवायीसंयुक्तत्वसम्बन्धेन शीतस्पर्शः पृथिव्याम् आगतम्. तर्हि इदानीं वदतु, स्वम् इत्युक्ते किम्? शीतस्पर्शः. हा शीतस्पर्शः सामान्यतया कुत्र भवति? शीतस्पर्श तस्य समवायी जले अस्ति. सत्यं, तर्हि स्वसमवायी इत्युक्ते तत्र स्वम् इति शीतस्पर्शः, स्वसमवायी इत्युक्ते जलं, स्वसमवायिनि जले. तदनन्तरं जलेन सह किं संयुक्तं? संयुक्तं पृथ्वी संयुक्तं जलेन सह संयुक्तम्. उत्तमं, तर्हि स्वसमवायीसंयुक्तम् इत्युक्ते पृथिवी. तर्हि स्वसमवायीसंयुक्तत्वं कुत्र विद्यते? पृथिव्यां. पृथिव्याम् अस्ति. पृथिव्यां, तर्हि स्वसमवायीसंयुक्तत्वसम्बन्धेन शीतस्पर्शः पृथिव्याम् अस्ति, अतः एव पृथिव्यां शीतस्पर्शः अनुभूयते. एवमेव तेजसः. अग्रे स्थितः प्रतीयते, तयोः स्थितः प्रतीयते इत्युक्ते शीतस्पर्शः पृथिव्यां अनुभूयते इति. सत्यम्. अग्रे तेजसः. तेजसः उष्णस्पर्शस्य अपि इत्थमेव पृथिवीजलवायुषु बाणं समर्थनीयम्. तेजसः उष्णस्पर्शस्य अपि या तेजसः बैने च उष्णस्पर्शत्वं भवति इत्थमेव पृथिवी जलवायुषु बाणं समर्थनीयम्. एवमेव तेजसः पृथिवी जलवायुषु तयोः मध्ये संयुक्तं भवति तस्मात् तत्रापि उष्णस्पर्शत्वं समर्थनीयम्. इत्युक्ते अनुभूयते किल तत्र पृथिव्याम् उष्णस्पर्शः अस्माभिः अनुभूयते चेत् तत् कथम् इति चेत् स्वसमवायसंयुक्तसम्बन्धेन उष्णस्पर्शः पृथिव्यां वर्तते, एवमेव जले अपि वर्तते, वायोः अपि वायौ अपि वर्तते इति तत्र समर्थ तत्र वक्तुं शक्यते इति. प्रत्ययं कथं वा इदानीं जले वा, वयं जानीमः उष्णस्पर्शः तु केवलं तेजसि एव भवति इति, तथापि पृथिव्यां जले वायौ वा अस्माभिः अनुभूयते. वस्तुतः अनुभूयते इत्युक्ते अस्माकं भ्रमः नास्ति, तत्र वस्तुतः अनुभूयते. तर्हि कथं वा उष्णस्पर्शं पृथिव्याम् आगतम् इति पृष्टे सति स्वसमवायीसंयुक्तसम्बन्धेन संयुक्तत्वसम्बन्धेन उष्णस्पर्शः यत् तेजसि एव विद्यते तत् पृथिव्याम् आगतं, नो चेत् जले आगतं, वायौ आगतम् इति वक्तुं शक्यते इति अत्र लिखितम्. उत्तमम्. तर्हि अग्रे विजी भगिनी पठति वा महोदय? तत्र स्वसमवायिसंयोगसम्बन्धेन इति नास्ति वा? स्वसमवायिसंयुक्तत्व इति नूतनपदं किमर्थं स्वीकृतं? तत्र संयोगः एव अस्ति, संयोगः इति एव अस्ति. संयोगसम्बन्धेन इति वदामश्चेत् प्रायः क्लेशः नास्ति इति मम चिन्तनं. किन्तु तत्र इदानीम् अस्माकं लक्ष्यं किम् इति चेत् तत्र उष्णस्पर्शः इति स्वीकुर्मश्चेत् उष्णस्पर्शः पृथिव्यां केन सम्बन्धेन भवति इति चेत् तत्र अत्र सम्बन्धः साक्षात् इदानीं सम्बन्धः तत्र स्वसमवायिसंयुक्तसम्बन्धम् इति सम्बन्धः सप्तपदार्थेषु अन्यतमः नास्ति, तत्र केवलं परम्परासम्बन्धः एव. इत्युक्ते संयोगसम्बन्धः वा उष्णस्पर्शः अपि च जलम् इति स्वीकुर्मश्चेत् उष्णस्पर्शः अपि जलयोः मध्ये संयोगसम्बन्धः न भवति, समवायसम्बन्धः अपि न भवति. तर्हि स्वसमवायीसंयुक्तत्वसम्बन्धेन इति तत्र संयोगः इति पदम् अनुक्त्वा समवायी इति पदम् अत्र समवायी इत्यनेन समवायसम्बन्धः न सूचितः, समवायिकारणं तदेव अग्रिमपाठः अस्ति, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति तदेव अत्र उक्तं. स्वसमवायि यद्यपि समवायि इति पदं तत्र विद्यते तथापि तत्र समवायसम्बन्धः न सूचितः, समवायिकारणम् एव सूचितमस्ति. अतः तत्र सम्बन्धपदानां प्रयोगः न कृतः. किमर्थमित्युक्ते एतद् अस्माभिः एव कल्पितं स्वसमवायिसंयुक्तसम्बन्धम् इति. सप्तपदार्थेषु किमपि सम्बन्धः नास्ति, सम्बन्धस्तु द्वयमेव तत्र, संयोगसम्बन्धः इति एकः, समवायसम्बन्धः इति द्वितीयः. अतः एव अत्र संयुक्तम् इति पदं प्रयुक्तम् इति मम चिन्तनं. नो चेत् तत्र तादृश इदानीं नूतनसम्बन्धः अपि सप्तपदार्थेषु अस्ति इति अवगन्तुं शक्यते, तादृशभ्रमः मा भूत् इत्यतः एतादृशम् उक्तम् इति मम चिन्तनम्. अन्येषां चिन्तनमस्ति वा? महोदय, मम चिन्तनमस्ति अत्र संयुक्तमस्ति जलस्य विशेषणं, जलं पृथिव्या संयुक्तम् अस्ति, अतः संयुक्तं जले वा वायौ अन्येषु पदार्थेषु गच्छति, अतः विशेषणम् अस्ति अत्र. सम्बन्धः अस्ति चेत् संयोगः अस्ति, किन्तु यस्मिन् संयोगः वर्तते तत् सः पदार्थः संयुक्तः अस्ति इति मम चिन्तनमस्ति. हरि ओम्, श्रूयते वा? श्रूयते, भवतः श्रूयते, महोदय नास्ति वा इति भाति. सः गतः. भग्नः जातः. सः आगमिष्यति. लघुत्वं स्वीकरणीयं, किन्तु नूतनपरिभाषा किमर्थं तत्र प्रयुज्यते? अत्र वृष्टिः अस्ति इति, तत्र वृष्टिः अस्ति कारणेन तत्र विद्युत् अपगता स्यात्. चेन्नैनगरे वा? अत्र काञ्चीपुरे वृष्टिः अस्ति, प्रायः तत्रापि भवितुम् अर्हति. ओहो, तर्हि टेलिकाम् माध्यमेन आगन्तुं शक्यते. तत्र तस्य इण्टर्नेट् कनेक्षन् भग्न अस्ति, किन्तु टेलिकाम् माध्यमेन आगन्तुं शक्यते. अत्रापि गतम् इदम्. ह्यः सायङ्काले तु अत्र कुम्भवृष्टिः अभवत्. रात्रौ पर्यन्तं कुत्र? अहं विशाखपट्टणं नगरे अस्मि महोदय. आगतम्. क्षम्यतां, मम पार्श्वे तत्र विद्युतः खण्डनम् अभवत्. सीमा भगिनी उक्तवती आसीत्, पुनः वदतु भगिनी. महोदय, अहं चिन्तयामि संयुक्तत्वं संयुक्तं विशेषणमस्ति. प्रथम उदाहरणे जलस्य विशेषणमस्ति, यस्मिन् संयोगः वर्तते, अतः अत्र विशेषणतया उक्तमस्ति संयुक्तं. समीचीनं भाति. तत् संयुक्तम् इत्युक्ते पृथ्वी संयुक्तं जलं, तत् मम चिन्तनमस्ति. अतः संयुक्तमस्ति तत् समीचीनं. न समीचीनमिति एव भवति, तदेव अहं चिन्तयन् आसीत्. तत्र यदि संयोग इदानीं संयुक् तम् इत्यस्मिन् स्थाने संयोगः इति वदामश्चेत् किं भवति इति चिन्तयामः. स्वसमवायी संयोगः इति भवति. संयोगः इति केवलं गुणः. संयोगम् इति वदामश्चेत् तत्र केवलं गुणमेव सूचितमस्ति, न तु द्रव्यं. जलम् इति न तत्र अर्थः न सङ्गच्छते. समीचीनं भगिनि. तर्हि स्वसमवायी संयोगम् इति वदामश्चेत् केवलं तत्र सम्बन्धः पर्यन्तमेव अस्माभिः गतं. सः सम्बन्धः कुत्र वर्तते? जलम् इति तावत्पर्यन्तं न गतं. तर्हि स्वसमवायिसंयोगत्वम् इति वदामश्चेत् जलं, जले इति न वक्तुं शक्यते. समीचीनं समीचीनं, तर्हि तदेव इत्युक्ते अत्र प्रायः केवलम् एतदेव वक्तव्यं, तत्र विशेषणं यत्र विशेष्यमपि अस्ति तत्र विशेषणम् इति वक्तव्यं, किन्तु इदानीं तत्र किं वद उन्नतः वृक्षः इति वदामश्चेत् तत्र उन्नतः इति विशेषणं भवति, वृक्षः इति विशेष्यं भवति, किन्तु उन्नतः इति पदेन वृक्षः एव उक्तः, तस्मिन् विद्यमान किमपि धर्मः न उक्तः, एवमेव अत्र संयुक्तम् इत्युक्ते साक्षात् जलमेव, यद्यपि अत्र विशेषणं विशेष्यम् इति नास्ति तथापि यथा सीमा भगिन्या उक्तम् अत्र संयुक्तम् इत्युक्ते किम् इति चेत् जलं, स्वम् इति गन्धः, स्वसमवायी इत्युक्ते पृथिवी, स्वसमवायी इत्युक्ते पृथिवी न स्वसमवायिनी इत्युक्ते पृथिवी, तेन संयुक्तं किम् इति चेत् जलम् इति भवति, समीचीनं। तर्हि तत्र संयोगः इति वदामश्चेत् द्रव्यं प्रति न आगच्छामः इत्यतः अत्र संयुक्तम् इत्येव वक्तव्यं, न तु संयोगः इति। धन्यवादः भगिनि, उत्तमम्। अस्तु विजी भगिनी अग्रे पठति वा? आं महोदय, अतिस्वच्छे गङ्गाजले प्रतीयमानः नीलीमापि पार्थिवभागानम् एव भागानामेव शुक्लातिरिक्तरूपविशेषाणां पृथ्वीमात्रवृत्तित्वात् एवं रसे अपि। ओ अत्र जलम् अभासुरशुक्लरूपम् अस्ति जले, किन्तु गङ्गाजले अतिस्वच्छे गङ्गाजलेपि नीलरूपं दृश्यते इति वा महोदय? नीलिमा इति रूपं, नीलम् इति रूपं नास्ति, नीलिमा। नीलिमा इत्युक्ते डार्क् कलर्, रक्तमा इत्युक्ते डार्क् रेड् वा? न न न, डार्क् ब्लू इति मया न उक्तं, नीलिमा इत्युक्ते केवलं डार्क् कलर्, तत्र किञ्चिदिव डार्क्नेस् दृश्यते किल। यद्यपि शुक्लरूपम् एव जले भवति तदापि गङ्गाजले स्वच्छ गङ्गा नीलवर्णः एव न, मम अवगमनम् अस्ति डार्क् कलर् इति, किन्तु अत्र अत्र यद्यपि शुक्लरूपं अत्र केवलम् अभास्वरशुक्लरमेव, अभास्वरशुक्लरूपं अभासुरशुक्लरूपमेव जले वर्तते, किन्तु अत्र अभासुरशुक्लरूपं नास्ति, भिन्नरूपम् अस्ति, नीलिमा वा नीलरूपं वा अस्ति इति पार्थिवभागानमेव इत्युक्ते पार्थिवभागानामेव षष्टि, ओ पार्थिवभागानामेव इत्युक्ते शुक्ल वासरशुक्लरूपं वासरशुक्लं विहाय अन्य रूपम् अन्यरूपाणि सन्ति पृथिव्यामेव, अतः अन्यरूपं दृश्यते चेत् पार्थिवभागानां संयुक्तः जातः, अत एव भिन्न नीलिमारूपं दृश्यते इति वा महोदय? शुक्लातिरिक्तरूपविशेषाणां पृथ्वीमात्रवृत्तित्वात् अत एव दत्तमस्ति, पृथिव्यामेव अन्यरूपाणि सन्ति इति कारणेन पृथिवीसंयोगम् अस्ति जले इति भाति, एवं रसोपि, एवं रसोपि इत्युक्ते रसम् अपि मधुररसम् अस्ति जले, किन्तु अन्यरसम् अपि अत्र दृश्यते चेत् पृथिव्यां पृथिवीभागानाम् अत्र संयुक्तम् अस्ति इति कारणेन अन्यरसम् अपि अत्र दृश्यते. उत्तमम्. अत्र जले एवं रसे अपि इदानीम् अन्ये रसाः जले तत्र मधुरं विना अन्ये रसाः अन्यूयते अनुभूयते चेत् तत्र एतादृशमेव पार्थिवगणानां मिश्रणेन एव तादृश अनुभवं भवति इति अस्माभिः अवगन्तव्यं. समीचीनं भगिनि, धन्यवादः. अग्रे सीमा भगिनी पठति वा? आं महोदय. सर्वत्र च वस्तुतः रूपादीनाम् अनाश्रयेऽपि द्रव्यस्वसमवायसंयुक्तत्वरूपपरम्परासम्बन्धश्चैव भाननियमकत्वात् एवमेव शब्दस्य आकाशस्य वायौ ज्ञानस्य आत्मगुणस्य शरीरे भानं पूर्वोक्तेन स्वसमवायसंयुक्तत्वरूपसम्बन्धेन एव समर्थनीयम्. यदि द्रव्ये रूपादीनाम् इत्युक्ते किमपि गुणः यदि द्रव्ये नास्ति तथापि तस्य भानम् अस्ति चेत् अत्र अन्यस्य द्रव्यस्य यस्मिन् तत् सः गुणः सम्भवितुम् अर्हति तस्य ग्रहणं कृत्वा तस्य गुणस्य समवायिसम्बन्धेन समवायिसंयुक्तत्व द्रव्ये परम्परासम्बन्धेन तस्य भानम् अस्ति इति नियमः अस्ति. अतः यदि वायौ शब्दस्य भानं भवति सः शब्दः आकाशस्य गुणः एव अस्ति अपि च ज्ञानम् आत्मगुणः अस्ति तस्य भानं शरीरे भवति चेत् द्वयोः स्थाने अपि परम्परासम्बन्धेन एव तस्य भानं भवति. अत्र तत् सर्वत्र समर्थनीयम् इति उक्तमस्ति. अत्र अभ्यासार्थे शब्दस्य आकाशस्य आकाशगुणस्य वायौ इत्युक्ते शब्दसमवायि समवायिनि समवायिनः आकाश स्व इत्युक्ते शब्दः स्वसमवायिनः आकाशः आकाशेन संयुक्तम् आकाशेन संयुक्तः वायुः वायौ शब्दः वर्तते तत् स्वसमवायिसंयुक्तत्व भवति अपि च ज्ञा स्वम् इत्युक्ते ज्ञानं स्वसमवायिनः आत्मा इत्युक्ते ज्ञानसमवायिनः आत्मा. भगिनी तत्र समवायिनः इति बहुवचने वदति वा नो चेत् षष्टि वा? न जाने समवायी इति वदतु केवलं समवायि विभक्ति कृते किञ्चित् क्लेशः अस्ति भवतु. समवायि स्वम् इत्युक्ते ज्ञानं ज्ञानसमवायि आत्मा आत्मना संयुक्तं शरीरं तस्मिन् ज्ञानस्य भानं भवति चेत् अपि ज्ञान आत्मगुणः एव अस्ति इति अवगन्तव्यम्. हा इति कृत्वा स्वसमवायिसंयुक्तत्वसम्बन्धेन ज्ञानं शरीरे वर्तते. यद् ज्ञानं केवलं आत्मनः विशेषगुणः तद् ज्ञानं शरीरे भासते इति अवगन्तव्यम्. अस्तु, अत्र बहु धन्यवादः, बहु समीचीनं भगिनी, धन्यवादः. अत्र शीतस्पर्शः घटे वर्तते, केन सम्बन्धेन? शीतस्पर्शः समवायसम्बन्धेन जले वर्तते, जलं पुनः संयोगसम्बन्धेन घटे वर्तते इत्यतः शीतः घटः इति अस्माकं प्रतीतिः अस्ति. ज्ञानं शीतः घटः, किन्तु शीतस्पर्शः तु केवलं जले एव भवति, कथं वा घटे अनुभूयते इति चेत् स्वसमवायिसंयुक्तत्वसम्बन्धेन शीतस्पर्शः घटे वर्तते. एवमेव उष्णजलम् इति, एकनिमिषं, तत्र उष्णजलं नास्ति, गन्धः, सुगन्ध जलम् इति भवति. तर्हि सुगन्धः पुष्पे वर्तते, पुष्पम् इति पार्थिवद्रव्यं, पुष्पं तु इदानीं संयोगसम्बन्धेन जले वर्तते इत्यतः तत्र न पुष्पजलयोः मध्ये संयोगः अस्ति इति कृत्वा गन्धः इदानीं सुरभिः जलं, सुरभिजलम् इति अस्माकं प्रतीतिः अस्ति चेत् गन्धः इदानीं जले स्वसमवायि संयुक्तत्वसम्बन्धेन जले आगतम्. एवमेव उष्णस्पर्शः वायौ, उष्णवायुः. अग्रे शब्दवायुः, शब्दगुणकम् आकाशम् इति आकाशस्य लक्षणम् अस्माभिः अधीतं. तर्हि शब्दः इति गुणः केवलम् आकाशे एव भवति, तथापि वायौ अस्माभिः अनुभूयते चेत् तत् कथम् आगतम् इति चेत् स्वसमवायिसंयुक्तत्वसम्बन्धेन आगतम्. एवमेव ज्ञानं, शरीरे ज्ञानम् अस्ति चेदपि तज्ज्ञानं स्वसमवायिसंयुक्तत्वसम्बन्धेन एव शरीरे आगतम् इति अवगन्तव्यम्. अस्तु, बहु समीचीनम्. अग्रे स्वामी पठति वा, स्वामी महोदय? आं महोदय, अन्यैव इति एव सत्यम्, अनयैव, अनयैव, अनयैव रीत्या कदाचित् गुणादौ जायमानः एकं रूपम् इति गुणप्रत्ययः समर्थनीयः. अत्र किं लिखितम्? एतत् परम्परासम्बन्धः इति अस्मिन् कस्मिन् विषये चिन्तनम् इति वदतु प्रथमम्. आशयः इति मम अपि किम् इति न बुद्धं महोदय. तत्र पुनः एकवारं गुणप्रत्ययः समर्थनीयः महोदय, किन्तु अत्र स्थूलाक्षरैः किं लिखितम्? एकं रूपम् इति. हा, तर्हि इदानीं चिन्तयतु, घटकपालद्वयोः मध्ये संयोगः जातः, तर्हि घटस्य उत्पादनम् अभवत्. तस्मिन् घटे रक्तरूपम् अस्ति इति चिन्तयतु. हरि ओम् महोदय, किमपि न श्रोतुं शक्यते. हरि ओम्, कोऽपि श्रोतुं शक्यते वा? न महोदय. हरि ओम्, श्रूयते किल? इदानीं श्रूयते महोदय. पुनः न पुनः खण्डनं अभवत्. अस्तु, तर्हि घटः जातः, घटे रक्तरूपमस्ति, तत्र कपाले कपालद्वयोः रक्तरूपम् आसीत् इत्यतः घटे अपि रक्तरूपं जातम्. इदानीं कति रूपाणि वर्तन्ते घटे, वदतु महोदय, कति रूपाणि वर्तन्ते? एकमेव. हा, तर्हि एकमेव रूपम् इति संख्या. संख्या कीदृशपदार्थः? सप्तपदार्थेषु संख्या कीदृशपदार्थः? गुणः महोदय. हा, तर्हि एकम् इति संख्या इति गुणः रूपम् इति गुणे आगतम् एकम् एकम् रूपम् इति वदामश्चेत् एकम् इति संख्या गुणे आगतम् किन्तु अस्माभिः पूर्वं किम् अधीतं गुणे किं किं भवितुमर्हति के पदार्थाः भवितुमर्हन्ति गुणे अर्हति गुणे गुणे तु सामान्यं समवायः अभावः बहु समीचीनं तर्हि गुणे केवलं सामान्यम् इत्युक्ते जातिः समवायसम्बन्धः अपि च अभावः एव भवितुमर्हति गुणे गुणः भवितुमर्हति वा गुणे गुणम् एकस्मिन् गुणे तदपि अन्यत् किमपि गुणं भवितुमर्हति वा न भवति अस्ति चेत् तर्हि लक्षणं न शक्यते किन्तु अस्माकं प्रतीतिः अस्ति इदानीं मम अहमेव भवन्तं पृष्टवान् कति रूपाणि सन्ति भवान् उक्तवान् एकं रूपम् इति तर्हि एकम् इति संख्या इति गुणः रूपम् इति गुणे अस्ति इति अस्माकं प्रतीतिः जायते किल तत्तु सत्यं महोदय तर्हि कथं वा एकम् इति एकम् इति गुणं संख्या इति गुणः रूपे वर्तते इति तत्र क्लेशः भवति किल तर्हि एवमेव अनया रीत्या इत्युक्ते स्वसमवायिसंयुक्तत्वसम्बन्धेन गुणादौ जायमानः एकं रूपम् इति गुणप्रत्ययः समर्थनीयः इति उक्तं किन्तु इदानीम् अस्मिन् विषये कथं वा समर्थनीयम् इत्यस्मिन् विषये न चिन्तयामः किमर्थम् इत्युक्ते इतोपि किञ्चित् चिन्तनीयं भवति अत्र इतोपि किञ्चित् ज्ञानस्य आवश्यकता अस्ति तर्हि अग्रे पाठे एव अस्मिन् विषये चिन्तनं भवति इत्यतः इदानीम् अग्रिमपाठं प्रति गच्छेम तत् तर्हि सूक्तिललन्तिका इति अस्ति किल तत् पठतु महोदय आम् आमां सूक्तिललन्तिका गुणेपि जायमानः गुणप्रत्ययः समर्थनीयः महोदय किञ्चिदिव चिन्तयामः किमर्थं स्वसमवायिसंयुक्तत्वसम्बन्धेन इति साक्षात् किमर्थं न वक्तुं शक्यते इति किञ्चिदिव तत्र निमिषद्वयं चिन्तयित्वा गच्छेम तर्हि एकं रूपम् इति प्रतीतिः ज्ञानमस्ति एकं रूपं घटे कति रूपाणि सन्ति इति पृष्टे सति एकमेव रूपम् एकं रूपम् इति भवता उक्तं तर्हि स्वसमवायसंयुक्तत्वसम्बन्धेन कथं वा न वक्तुं शक्यते इति किञ्चित् चिन्तयतु शक्यते वा न वा इति वदतु अत्र स्व इत्युक्ते किं भवितुमर्हति समवायि इत्युक्ते किं भवितुमर्हति तादृशं किञ्चित् चिन्तयतु महोदय एकं रूपम् इति विषये महोदय हा सत्यम् एकं रूपम् इति प्रतीतिः स्वम् इत्युक्ते संख्या महोदय तत्र एकम् इति स्वीकुर्मः एकम् इति स्वं महोदय तत्र समवायिसम्बन्धेन तु द्रव्यमस्ति किमपि घटः इति स्वीकरोतु तदेव मया उक्तं किल घट महोदय समवायि तु घटः महोदय सत्यं संयुक्तत्वं प्रथमं संयुक्तम् इति वदतु तदनन्तरं तस्य भावः स्वीकुर्मः संयुक्तम् इति स्वीकरोतु संयुक्तम् इत्युक्ते संयोग सत्यं संयोगसम्बन्धेन यद् वर्तते तदेव संयुक्तं भवति इदानीम् अस्माकं लक्ष्यमस्ति रूपं रूपं संयोगसम्बन्धेन घटे भवितुमर्हति वा रूपं संयोग न महोदय, समवायसम्बन्धेन रूपं घटे अस्ति। हा तर्हि अत्र प्रश्नः अस्ति, स्वसंयुक्त स्वसमवायसंयुक्तत्वसम्बन्धेन एकम् इति संख्या गुणः तत्र रूपे वर्तते इति न समर्थयितुं शक्यते किल, अत्र क्लेशः कः इति बुद्धं वा? हा तदेव मया अनुभूय इदानीं कथं वदामि आं महोदय, अतः एव मया उक्तम् इदानीं समवाय रूपमपि समवायसम्बन्धेन घटं घटेन स्थितम्। हा तर्हि इतोपि किञ्चित् तत्र इतोपि किञ्चित् आवश्यकमस्ति, अतः तत्र सुक्तिलवन्तिका पठित्वा तदनन्तरं पुनः केन सम्बन्धेन संख्या इति गुणः रूपे वर्तते, रूपे इति गुणे वर्तते इति वक्तुं शक्यते, इतोपि किञ्चित् ज्ञानस्य आवश्यकता अस्ति, तस्मिन्नेव विषये अग्रे दत्तमस्ति, तर्हि पठेम। हा इदानीं पठतु महोदय। ओ सुक्तिललन्तिका अस्तु, धन्यवादः महोदय। गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः, तथा हि अस्ति समवायिकारणम्। असमवायीकरणं निमित्तकारणम् इति दोषः अस्ति, निमित्तकारणम् इति कारणं महोदय, असमवायीकारणं वा? असमवायीकारणं निमित्तकारणम् इति कश्चित् कारणविभागः वक्ष्यमाणः। उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं, यथा घटः कपाले समवायेन उत्पद्यते, अवयवावयविनोः समवाय न न तस्य खण्डनं भवति इदानीं स्वामिनः। अत्र वृष्टिः अस्ति, यत्र अहमस्मि तत्र इदानीं वृष्टिः जायमानमस्ति, तर्हि विद्युतः किञ्चिदिव क्लेशः भवति। थण्डरपि बहु शब्दः। आमामाम् प्रेषयतु अत्र गुजराते आवश्यक। अस्तु तर्हि प्रायः इदानीमेव सः आगच्छति इति अहं चिन्तयामि। तर्हि विजया भगिनी अग्रे पठतु भगिनी। आम् तथा हि अस्ति समवायिकारणम् असमवायिकारणं निमित्तकारणमिति कश्चित् कारणविभागः वक्ष्यमाणः। उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं, यथा घटः कपाले आगच्छति इति। पठति वा अग्रे स्वामिमहोदय। आम् महोदय, सम्यक् श्रूयते वा महोदय? समीचीनतया श्रूयते, एतत् डेटा माध्यमेन अस्ति। अहो इतोपि तत्र पूर्वं यदासीत् ततोपि तथापि अत्र इदानीं सम्यक्तया श्रूयते। ओ अस्तु महोदय। यथा घटः कपाले समवायेन उत्पद्यते, अवयविनोः समवायात्, रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात्, क्रिया कन्दुके समवायेन उत्पद्यते क्रियावतोः समवायात्, एवमिति रेषाम् एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्। महोदय अत्र गुणः अपि जायमानः गुणप्रत्ययः समर्थनीयः. ओ गुणे जायमानः गुणप्रत्ययः कथं समर्थनीयम् इति एतत् वदति, यथा भवान् किञ्चित् स्पष्टरीत्या पूर्वम् अवदत्. उदाहरणं मनसि सर्वेषां मनसि भवेत् एकं रूपम् इति प्रत्ययः. तर्हि रूपे एकम् इति गुणस्य प्रत्ययः जातः. एकं रूपम् इत्यस्मिन् प्रत्यये, प्रत्ययम् इत्युक्ते ज्ञानम्, गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः. तर्हि कथं वा एकम् इति सङ्ख्या रूपम् इति गुणे भवति, केन सम्बन्धेन इति अस्मिन् विषये किञ्चिदिव वक्तव्यमस्ति. तदेव पाठ्यबिन्दुः अस्ति. वदतु महोदय. महोदय, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति त्रीणि कारणानि सन्ति इति दत्तं महोदय. अपि च वक्ष्यमाणः इत्युक्ते अग्रे वक्ष्यति इति. ओ वक्ष्यमाणः अग्रे वक्ष्यति इति. उत्पद्यमान महोदय किं महोदय? लृट् लृट् भविष्यत्कालं. वक्ष्यमाणः वक्ष्यमाणः तत्र त्रीणि विभागाः सन्ति खलु? सत्यं, विभागत्रयं, कारणस्य विभागत्रयं. तर्हि त्रिविधकारणानि इति वक्तुं शक्यते. समवायिकारणम् इति एकम्, असमवायिकारणं द्वितीयं, निमित्तकारणम् इति तृतीयं. महोदय, उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं, यथा घटः कपाले समवायेन उत्पद्यते. घटः कपालः इति उदाहरणं स्वीक्रियते चेत् तत्र अवयव अवयविनोः सम्बन्धम् अस्ति, तस्मिन् मध्ये समवायसम्बन्धं प्राप्यते. अतः घटकपालयोः मध्ये समवायसम्बन्धेन उत्पद्यते. अतः कपालः समवायिकारणम् अस्ति घटं प्रति. रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात्. गुणगुणिनोः मध्ये अपि समवायसम्बन्धः अस्ति महोदय. तर्हि रूपं घटे मध्ये किं सम्बन्धम् अस्ति चेत् समवायकारणम् अस्ति रूपं. तर्हि अत्र कारणं किं, कार्यं किम्? कारणमस्ति रूपं महोदय, कार्यमस्ति घटम्. विपरीतरीत्या वदति, पुनः वदतु. रूपं घटे समवायेन उत्पद्यते. रूपं तु गुणम् अस्ति, गुणिनोः तु घटम् अस्ति गुणिनः. तर्हि कारणं किं, कार्यं किम्? कारणं रूपम् इति अहं चिन्तयामि महोदय, कार्यं तु घटम् इति. रूपात् घटः उत्पद्यते वा, तादृशं भवति वा? घट इति कारणं, रूपम् इति कार्यम्. तादृशचिन्तनं कर्तुं शक्यते इत्यतः एव मया पृष्टम्. इदानीं रूपं घटे विद्यमान घटे विद्यमानस्य रूपस्य समवायिकारणं किम्? कारणं रूपम् अस्ति महोदय. न घटे रक्तघटः इति स्वीकुर्मः. इदानीं रक्तम् इति रूपं घटे अस्ति. रक्त इति रूपस्य समवायिकारणं किम्? इति रूपस्य तद् स्वयमेव कुत्र अस्ति रक्तरूपं? घटे घटे घटे. तर्हि घटः एव आधारं किल, अधिकरणं. सत्यं महोदय, आम् द्रव्यमेव आधारः गुणस्य. हा तर्हि रक्तरूपं घटे समवायसम्बन्धेन वर्तते इति कृत्वा इदानीं रक्तरूपम् इति कार्यं घटः तस्य कार्यस्य समवायी कारणम्. ओ आं महोदय, गुणं तु एतादृशं न चिन्तनीयं. भवान् किं चिन्तयति, कपाले रक्तरूपमस्ति, कपाले रक्तरूपमस्ति इत्यतः इदानीं घटे रक्तरूपं जातं, तत्तु सत्यं. किन्तु घटे विद्यमानरक्तरूपस्य कारणं समवायीकारणं कपाले विद्यमानस्य गुणः न भवति, रक्तरूपं न भवति. घटे विद्यमानरक्तरूपस्य समवायीकारणं घटः एव. ओहो महोदय, हा अस्मिन् इदानीं तत्र किन्तु घटे रक्तरूपं कथं जातम् इति चेत् कपाले रक्तरूपम् अस्ति, अतः एव घटे अपि रक्तरूपं जातं. किन्तु घटे कपाले विद्यमानरक्तरूपं घटे विद्यमानरक्तरूपस्य समवायीकारणं न भवति. किमर्थम् इत्युक्ते घटे विद्यमानरक्तरूपं समवायसम्बन्धेन कपाले विद्यमान गुणे अस्ति वा, रक्तरूपे अस्ति वा, नास्ति किल महोदय. तर्हि तत्र किञ्चिदिव भिन्नवार्ता अस्ति. वस्तुतः तत्र महोदय पुनः एकवारं वदतु महोदय, घटे विद्यमाननीलरूपं कपाले विद्यमाननीलरूपे नीलरूपे समवायसम्बन्धेन न वर्तते वा? सत्यम्. ओके ओके, धन्यवादः. प्रथमं गुणः गुणे समवायसम्बन्धेन न भवति, केवलं गुणः गुणिनि एव समवायसम्बन्धेन वर्तते इति सत्यं. तर्हि घटे विद्यमानरक्तरूपं घटे समवायीकारणे वर्तते, समवायसम्बन्धेन वर्तते इति अवगन्तव्यं. किन्तु घटे कथं वा रक्तरूपं जातम् इति पृष्टे सति कपाले विद्यमानरक्तरूपात् जातम्. किन्तु इदानीं कपाले विद्यमानरक्तरूपं यद्यपि घटे विद्यमानरक्तरूपस्य कारणमस्ति, किन्तु समवायिकारणं नास्ति. किमर्थम् इति चेत् घटे विद्यमानरक्तरूपं समवायसम्बन्धेन कपाले विद्यमानरक्तरूपे अस्ति इति न वक्तुं शक्यते, इत्यतः समवायिकारणं न भवति. तत्र भिन्नवार्ता अस्ति, वस्तुतः तत्र असमवायिकारणमस्ति. किन्तु अग्रे तदेव अत्र उक्तं, वक्ष्यमाणः इति उक्तम्, अग्रे एतत् सर्वं पठिष्यामः. सर्वदा कपाले विद्यमान रूपमेव घटे अपि वर्तते किल? हा तत्र कपाले विद्यमान यद् रूपमस्ति तदेव कारणं भवति घटे विद्यमानरूपस्यापि, किन्तु समवायीकारणं न भवति. यत् समवायीकारणम् अत्र पूर्ववाक्यं पश्यतु, उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायीकारणम्. घटः कपाले समवायसम्बन्धेन वर्तते. घटः इति अवयवी, कपालः इति अवयवः, अवयवी अवयवे कपालसमवायसम्बन्धेन वर्तते इति कृत्वा घटः घटस्य समवायीकारणं भवति कपालः. किन्तु इदानीम् अग्रिमवाक्यं, रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात् इत्यत्र रूपमिति कार्यं घटे विद्यमानरूपं कार्यं घटः समवायीकारणम्. घटे विद्यमानरक्तरूपं घटे एव समवायसम्बन्धेन भवति. परम्परासम्बन्धेन कपाले वर्तते इति वक्तुं शक्नोति वा भवती? तत्र कीदृशसम्बन्धेन कपाले विद्यमानरूपं घटे विद्यमानरूपं प्रति कारणम् इति अग्रे पश्यामः. धन्यवादः. किन्तु अस्मिन् वाक्ये कथं वा अस्मिन् अस्माकम् अवगमनं कथं भवेत् इति चेत् रूपं घटे समवायेन उत्पद्यते. इत्युक्ते घटे विद्यमानरक्तरूपं तस्मिन्नेव घटे समवायसम्बन्धेन वर्तते इत्यतः तत्र गुणगुणिसम्बन्धः वर्तते इत्यतः इदानीं घटः घटे विद्यमानरक्तरूपं प्रति समवायीकारणं भवति इति अत्र अवगच्छामश्चेत् पर्याप्तं भवति. अस्तु अग्रे महोदय. आं महोदय. क्रिया क्रिया कन्दुके समवायेन उत्पद्यते. क्रिया क्रियावतोः समवायात्. तर्हि अस्मिन् वाक्ये कार्यं किं कारणं किम्? कार्यं तु क्रिया अस्ति महोदय, कारणं तु कन्दुकमस्ति. किमर्थं? कन्दुकं क्रियावतः, क्रिया तु क्रिया एव. समवाये समवायसम्बन्धम् इति वदतु अतः. समवायसम्बन्धः. तर्हि अत्रापि पश्यतु इदानीं कन्दुकं स्वतन्त्रेण यत्र कुत्रापि न गच्छति. अहं कन्दुकं क्षिपामि चेदेव तस्मिन् क्रिया उत्पद्यते. तथापि अहं कन्दुके विद्यमानक्रियायाः समवायिकारणं न भवामि. कन्दुकम् एव क्रियायाः समवायिकारणं. किमर्थम् इत्युक्ते क्रिया समवायसम्बन्धेन क्रियायामेव अस्ति. यद्यपि अहं न क्षिपामि चेत् तत्र कन्दुके क्रिया न उत्पद्यते. तर्हि अहमपि कारणं, मम क्षेपणमपि कारणमस्ति, तथापि अहं समवायिकारणं न भवामि महोदय. किमर्थम् इति चेत् क्रिया इति कार्यं कन्दुके कन्दुके एव समवायिकारणेन समवायि सम्बन्धेन भवति इत्यतः कन्दुकमेव अत्र समवायिकारणं भवति. आं महोदय, किञ्चित् अधिक स्पष्टं जातम्. अस्तु एवम् एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्. अन्यद्रव्य यन् सन्ति तेषु गुण वा गुणं वा कर्म वा यदपि जातं तद् तदेव समवायरूपेण द्रव्यमस्ति, गुणं तु आश्रयमस्ति तस्मिन्. तर्हि जन्यम् इत्युक्ते कार्यम् इति अवगन्तव्यं. जन्यद्रव्यगुणकर्माणाम् अत्र उदाहरणं द्रव्यस्य उदाहरणमस्ति घटः. घटः इति द्रव्यं, कपालः इति द्रव्यात् जातं, रक्तवर्णम् इति गुणः घटः इति द्रव्यात् जातं. तत्र कन्दुके विद्यमानक्रिया कर्म तदपि कन्दुकम् इत्यस्मात् द्रव्यात् जातम् इत्यतः इतरेषां जन्यद्रव्यगुणकर्माणां बोध्यम् इति अत्र दत्तमस्ति. अस्तु समयः जातः. किञ्चित् अन्यत् एकमेव विषयं चिन्तयित्वा समापयामः. अत्र स्वामी महोदय भवानेव वदतु, पञ्चसु स्थलेषु समवायसम्बन्धः भवति इति अस्माभिः अधीतम्. अत्र स्थलत्रयं दत्तमस्ति, अवयव अवयवी अपि च गुणगुणिनी गुणगुणिनोः अपि च क्रियाक्रियावतोः. अवशिष्टसन्दर्भद्वयं किम्? विशेषनित्यद्रव्ययोः. उत्तमं. जातिव्यक्तयोः विशेषनित्यद्रव्ययोः. तर्हि विशेषनित्यद्रव्यम् इति स्वीकुर्मः. तयोः मध्ये समवायसम्बन्धः अस्ति, किन्तु तत्र कार्यकारणभावः वक्तुं शक्यते वा? विशेष नित्यद्रव्यमध्ये महोदय. वक्तुं शक्यते. उत्पादनं नित्यं परमाणुः इति नित्यम् नित्यद्रव्यमित्तु नित्यमेव तर्हि तत्र यद्यपि समवायसम्बन्धः वर्तते तत्र कार्यकारणभावः न चिन्तनीयः एवमेव जातिव्यक्तयोः मध्ये किमिति सामान्यं तत्र जातिः इत्युक्ते सामान्यं सामान्यव्यक्तयोः मध्ये सामान्यं नित्यमस्ति अतः तस्य उत्पत्तिः सत्यं सामान्यं नित्यमस्ति जातिः नित्यमस्ति तर्हि जातिः यदा कदापि कार्यं न भवितुम् अर्हति अपि च वयं जानीमः तत्र समवायसम्बन्धः इत्युक्ते कथं वा वक्तव्यं मया घटः कपाले समवायसम्बन्धेन वर्तते इति एकरीत्या एव वक्तुं शक्यते इदानीं विपरीतं कृत्वा कपालः घटे वर्तते समवायसम्बन्धेन इति न वक्तुं शक्यते कार्यमेव कारणे समवायसम्बन्धेन वर्तते इति शरः एकरीत्या एव गच्छति तर्हि जातिः नित्यः नित्या इति कृत्वा जातिः जातिव्यक्तयोः मध्ये कार्यकारणभावः यदा कदापि न वक्तुं शक्यते किमर्थमित्युक्ते जातिः नित्या अतः जातिः यदा कदापि कार्यं न भवितुमर्हति अतः तत्रापि तादृशचिन्तनं न करणीयः अतः एव अत्र तिस्रः सम्भावनाः एव स्वीकृतः इत्युक्ते अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः तत्र सन्दर्भद्वयं त्यक्तं किमर्थमित्युक्ते तत्र कार्यकारणभावः एव न भवति नित्यत्वात् इत्यतः तस्मिन् विषये न चिन्तितम् बुद्धं वा महोदय महोदय किञ्चित् एकं संशयमस्ति शङ्का परमाणु यदस्ति तत्तु नित्यमेव सत्यं किन्तु परमाणु द्रव्यस्य कारणं तु सन्ति द्रव्यस्य कारणम् इति नास्ति दणुकस्य कारणं परमाणवः भवति परमाणूनां कारणं नास्ति महोदय दणुकस्य कार्यं भवति वदतु तदेव किन्तु जातिः यदस्ति तत्तु नित्यं तद् तथैव सम्बन्धं नास्ति वा तद् जातिः इदानीं घटः न उत्पन्नः इति चिन्तयतु कपालद्वयं तयोः मध्ये संयोगः न जातः तर्हि घटः न उत्पन्नः इदानीं मया एव कारितं तत्र कपालद्वयोः मध्ये संयोगः अहं कुलालः तर्हि कपालद्वयोः मध्ये संयोगः मया कृतः इदानीं घटः उत्पन्नः इदानीं घटः उत्पन्नः इति कृत्वा तस्मिन् घटे घटत्वम् अस्ति किन्तु घटत्वं नूतनतया इदानीम् आगतं वा नो चेत् तत्र घटत्वम् अस्ति वा इति चिन्तनं तस्मिन् विषये चिन्तनं करणीयम् यदा घटः जातः तदा एव घटत्वमपि जातम् इति वा नो चेत् घटत्वम् इति जातिः नित्यमस्ति सा जातिः इदानीं घटे यदा घटस्य उत्पादनं भवति तस्मिन्नेव समये आगतम् इति स्वीकृतनीयम् इति स्वीकृतं वा इति चिन्तनीयम् अपि च महोदय अत्र कारणस्य नित्यत्वविषये नास्ति कार्यं यदि नित्यमस्ति चेत् तस्य उत्पत्तिः नास्ति अत्र यत् महोदयं पृच्छति महोदय पृच्छति मम अवगमनम् अस्ति अत्र जातिव्यक्तयोः मध्ये कार्यकारणभावः न भवितुम् अर्हति अपि च विशेषनित्यद्रव्ययोः मध्ये कार्यकारणभावः न भावः न भवितुम् अर्हति यतोहि जातिः अपि च विशेषः नित्याः नित्यौ सन्ति कार्यं नित्यम् अस्ति चेत् तस्य ऐ मीन् कार्यं नित्यं भवितुं न अर्हति तस्य उत्पत्तिः एव नास्ति नित्यं नित्यमस्ति चेत् सत्यं तर्हि इदानीं घटस्य उत्पादनम् अस्माभिः अङ्गीकृतम् अस्मिन् देशे अस्मिन् काले घटस्य उत्पादनम् अभवत् तर्हि इदानीं यदा घटस्य उत्पादनं भवति तस्मिन् घटत्वं विद्यते सा घट तद् घटत्वम् इदानीमेव उत्पन्नं वा यस्मिन् समये घटः घटस्य उत्पादनम् अभवत् तस्मिन्नेव समये घटत्वस्यापि उत्पादनम् अभवत् वा नो चेत् घटत्वं नित्यम् इति वा इति चिन्तनीयमिति मया उक्तं तद्बुद्धं खलु बुद्धं घटत्वं तु नित्यमेव घटमेव घटत्वं नित्यं घटः नास्ति चेदपि घटत्वम् अस्ति अन्यघटे अस्ति इति वा अन्यघटे अस्ति घटत्वम् इति जातिः अस्ति किल तर्हि जातिः अत्र मम संशयः अस्ति महोदय अधुना एकनिमिषम् अत्र ध्वनिमुद्रणस्य स्थगनं करोमि अपि च समयः जातः इति कृत्वा यैः गन्तव्यं ते गच्छन्तु किन्तु वयं किञ्चित् सम्भाषणं कर्तुं शक्यते एकनिमिषम्